ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमं नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभिः नमस्कारः पाणिनिव्याकरणवर्गं प्रति सर्वेषां स्वागतम् अस्माकं नूतनवर्गः अद्य द्वितीयः वर्गः अस्ति गतसप्ताहे किं पठितवन्तः एकवारं तस्य पुनः स्मरणं कृत्वा अग्रे सरेम वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तत्र पाणिनिधातुपाठः एकं धातुपाठः अस्ति तस्मिन् धातुपाठे उपद्विसहस्रधातवः तत्र सन्ति ते उपद्विसहस्रधातवः दशसु गणेषु विभक्ताः सन्ति तेषाम् आधारः कः विभजनस्य आधारः अस्ति विकरणप्रत्ययः इत्युक्ते ये द्विसहस्रधातवः तत्र दत्तमस्ति ते विकरणप्रत्ययस्य आधारेण एव दशसु गणेषु विभक्ताः पाणिनिना एव ते दशसु गणेषु ते धातवः विभक्ताः तत्र प्रत्येकं गणस्य एकं विशिष्टलक्षणम् अस्ति तत् लक्षणं किं तत्र प्रक्रियायां कः धातुतिङ् मध्ये कः भागः श्रूयते इति अस्मिन् यः धातुगणाः इति यः प्रथमकरपत्रम् अस्ति तस्य मुख्यलक्ष्यम् अस्ति सो वयं दृष्टवन्तः तत्र किमस्ति तत्र यदि वयं कोऽपि लटिरूपं पश्यामः इत्युक्ते लट् लकारे लङ् लकारे विधिलिङ् लकारे अपि च लोट् लकारे एते चतुर्षु लकारेषु वयं लटिरूपं पश्यामः चेत् तत्र प्रायशः नित्यं तत्र किं भवति तत्र भागत्रयं वर्तते इत्युक्ते प्रथमभागः धातुं निर्दिशति द्वितीयः भागः विकरणप्रत्ययस्य भागः तत् घनं निर्दिशति तृतीयभागः यः अस्ति सः तिङ् प्रत्ययस्य भागः सः लकारं निर्दिशति सो चतुर्षु लकारेषु एव घनचिन्तनं भवति इत्युक्ते एते दशगणाः अत्र ये विकरणप्रत्ययाः तत्र सन्ति चतुर्षु लकारेषु एव एतत् चिन्तनं भवति इत्युक्ते धातुतिङ् मध्ये चतुर्षु लकारेषु एव विकरणप्रत्ययः तत् तिष्ठति अन्येषु लकारेषु सूत्रद्वारा विशिष्टसूत्रद्वारा तत्र शपविकरणप्रत्ययः अपि च अन्यविकरणप्रत्ययः न आयाति सो चतुर्षु लकारेषु एव घनचिन्तनीयं भवति इति मुख्यमस्ति सो ये दश धातुगणाः तत्र सन्ति प्रथमगणः अस्ति भुवादिगणः सो वयं पठितवन्तः तत्र भुवादिगणे यः तत्र भू इत्यादि धातुः अस्ति अतः महर्षिणा किं कृतं प्रथमगणस्य इति नाम तत्र दत्तं भुवादि भूयोग आदि कुर्मः चेत् तत्र गतसप्ताहे मया उक्ता तत्र दीर्घसन्धिः भूत्वा तत्र दीर्घसन्धिः न भवति उयोग अकुर्मः चेत् तत्र आया तत्र यन्सन्धिः भवति इत्युक्ते उकारस्य स्थाने तत्र वकार आदेशः सो तत्र भवादिगणः इति भवति तथैव तत्र यः पञ्चमगणः अस्ति सु स्वादिगणः तत्रापि सु इति एकं धातुः अस्ति सुयोग आदि कुर्मः चेत् तत्रापि यन्सन्धिः भूत्वा उकारस्य स्थाने तत्र व भवति सो स्वादिगणः इति नाम तत् मे पश्यामः प्रथमगणस्य विशिष्टलक्षणं किम्? प्रथमगणः भूवादिगणः, तत्र भू इत्यादि धातवः, तस्मिन् गणे शप् इति विकरणप्रत्ययः। वयं जानीमः तत्र शकार पकार तत्र एतो द्वयो वर्णयोः लोपः भवति, मध्ये यः अकारः अस्ति शकारस्य पूर्व उत्तरवर्ती यः अकारः सः एव तिष्ठति प्रक्रियायां। सो मूलरूपमस्ति शप्, तस्य आकृतिः अस्ति अकारः। सो धातुतिङ् मध्ये सर्वदा अकारः श्रूयते, लटिरूपे, लट् लकारे, लङ् लकारे, विधिलिङ् लकारे, अपि च लोट् लकारे। सो तत्र किं भवति, खाद् इति धातु अस्ति, वादिगणस्य धातु अस्ति खाद् अति। सो धातु तिङ् मध्ये अकारः श्रूयते, अकारः विकरणप्रत्ययस्य भागः, ति इति तिङ् प्रत्ययस्य भागः, खाद् इति धातु। तथैव पठ् अति, पठति, अत्र यः ठकारस्य उत्तरवर्ति अकारः श्रूयते, सः अकारः विकरणप्रत्ययस्य भागः। तथैव क्रीड् अति, परन्तु अत्र एकं विशिष्टलक्षणमस्ति। प्रथमगणस्य लक्षणं किं? तत्र यदि धातु अन्ते कोऽपि इ इत्युक्ते ह्रस्व इकारः दीर्घ उकारः, ह्रस्व उकारः दीर्घ उकारः, ह्रस्व उकारः दीर्घ उकारः। सो धातु अन्ते यदि कोऽपि इ उ अस्ति चेत् तस्य शप् कारणेन, इत्युक्ते शप् बिकास् आफ् शप्, द शप् विच् कम्स् एक्साक्ट्लि आफ्टर् द धातु, तत्र शप् कारणेन तेषां स्वराणां परिवर्तनं भवति। तत् परिवर्तनं किमर्थं भवति? तत्र एकं विशिष्टसूत्रद्वारा सः परिवर्तनं भवति। इदानीं सूत्रं मास्तु, अग्रे वयं सूत्रद्वारा एव पठिष्यामः। सो तत्र इ ई स्थाने तत्र सर्वदा एकारः एव भवति, उ स्थाने तत्र किं परिवर्तनम्? उ ह्रस्व उकारः अस्ति वा दीर्घ उकारः, तत्र ओकारः इति परिवर्तनं दृश्यते। तथैव रु अस्ति चेत् तस्य वर्णस्य, तस्य स्वरस्य स्थाने तत्र अर् इति आदेशः भवति। सो वयम् अत्र दृष्टवन्तः शुच् अस्ति, सः उकारः अन्तिमवर्णस्य पूर्वे अस्ति, अन्ते नास्ति। सो उकारः ओ भवति, शोच् भवति। अत्र दृश्यतु जी इति धातु, जी इति धातु ह्रस्व इकारः अन्ते अस्ति। सो इकारस्य यः परिवर्तनं भवति सः भवति ए। सो प्रथमे जि जे भवति, अनन्तरम् एचो यवायः यन् अयादिसन्धि भूत्वा तत्र किं भवति? एकारस्य स्थाने ऐ इति आदेशः, सो झयति इति रूपम्। तथैव सृ अस्ति धातु, अन्ते ह्रस्व उकारः, उकारस्य यः परिवर्तनम् अस्ति सः अस्ति ओकारः। सो प्रथमे स्रो भवति, अनन्तरम् एजोयवायावः इति सूत्रेण ओकारस्य स्थाने तत्र औ इति आदेशः, सो स्रवति इति रूपम्। परन्तु स्रव् अ अकारः तु श्रूयते सर्वदा, लटिरूपे यः विकरणप्रत्ययस्य अकारः अस्ति सः सर्वदा धातु तिङ् मध्ये एव श्रूयते। धातु प्रथमे परिवर्तनं भवति भुवादिगणे शप् कारणेन, अनन्तरं तत्र अकारः अपि आयाति, विकरणप्रत्ययस्य भागः अपि आयाति। तथैव अत्र भुवादिगणे तृतीयः लक्षणं किम्? तृतीयलक्षणम् अस्ति धातु यः अन्तिम वर्णः अस्ति, अन्तिमवर्णस्य साक्षात् पूर्वे यदि कोऽपि ह्रस्वस्वरः, इत्युक्ते इकारः ह्रस्व इकारः अस्ति, अथवा ह्रस्व उकारः अस्ति, अथवा ह्रस्वरुकारः, तेषां परिवर्तनं भवति। ई स्थाने ए, ह्रस्व उकारस्य स्थाने ओ, ऋकारस्य स्थाने अर्। परन्तु अत्र अन्तिमवर्णस्य पूर्वे केवलं ह्रस्वस्वराणाम् एव परिवर्तनम्, परन्तु अन्ते यदि अन्ते ह्रस्व भवेत् वा दीर्घ भवेत् तत्र तु परिवर्तनं दृश्यते, परन्तु अन्तिममध्ये यदि कोऽपि रु अस्ति चेत् केवलं ह्रस्वस्वराणाम् एव तत्र किं भवति गुणः भवति. सो शुट् एकं धातु अस्ति, सः भुवादिगणस्य धातु, तत्र अन्ते चकारः अस्ति शुच्, शकारः उकारः चकारः, चकारस्य साक्षात् पूर्वं ह्रस्व उकारः, ह्रस्व इक् वर्णः ह्रस्वस्वरः अस्ति, अतः अत्र शुच् शोच् भवति. अनन्तरम् अयोजयामः चेत् शोच् अति इति भवति. परन्तु क्रीडेति धातु अन्तिमवर्णः डकारः, डकारस्य साक्षात् पूर्वे दीर्घ इकारः, अतः दीर्घस्वरः अस्ति चेत् अत्र गुणः इति परिवर्तनं न दृश्यते. सो क्रीड् क्रीड् एव तिष्ठति, अत्र कोऽपि क्रीड् न भवति, अत्र क्रीड् एव तिष्ठति. तथैव तत्र अन्य दीर्घ तत्र धातुः अस्ति यस्मिन् अन्तिमवर्णस्य पूर्वे दीर्घस्वरः. सो अन्तिमवर्णस्य पूर्वे दीर्घस्वराणां तत्र परिवर्तनं न भवति, केवलं ह्रस्व उकारस्य, ह्रस्व इकारस्य, अपि च ह्रस्व ऋकारस्य परिवर्तनं यथा अत्र अस्ति. वृत् धातु अन्ते तकारः अस्ति, तकारस्य साक्षात् पूर्वे तत्र ह्रस्व ऋकारः, सो ह्रस्वस्वरः अस्ति, अतः अत्र वर् भवति. वकारः योग अर् योगत, सो वर्तते इति रूपम्, अत्र वृत्तते इति न भवति, अत्र अत्र परिवर्तनं भवति. किमर्थं परिवर्तनं भवति? अत्र ह्रस्वस्वरः, सो अन्तिमवर्णस्य पूर्वे केवलं ह्रस्वस्वराणाम् एव परिवर्तनं, न तु दीर्घस्वराणां. दीर्घस्वराणां परिवर्तनम् अन्ते स्थितम् अस्ति चेदेव भवति. सो भुवादिगणे शप् विकरणप्रत्ययः, तस्य अकारः इति आकृति, तत्र गुणः भवति. अन्ते स्थितस्य एकवर्णस्य गुणः, अन्तिमवर्णस्य साक्षात् पूर्वं ह्रस्वस्वरस्य गुणः. अदादिगणे विशिष्टलक्षणं किं? तत्र शप् लुक् भवति, सम्पूर्णतया शप् प्रत्ययस्य लोपः भवति, तत्र किमपि न तिष्ठति. सो धातु तिङ् मध्ये तत्र किमपि न आयाति, किमपि भागं न श्रूयते. अस् इति धातु साक्षात् तत्र ति आयाति, अस्ति इति रूपं, तथैव हन्ति वक्ति इति रूपम्. परन्तु शीङ् धातुविषये तत्र विशिष्टसूत्रद्वारा तत्र किं भवति? गुणः भवति केवलं शीङ् धातुविषये. सो वयं किं वदामः? अदादिगणः गुणः न भवति, परन्तु शीशे भवति सः विशिष्टसूत्रद्वारा. सामान्यतया अदादिगणे गुणः न भवति, तत्र धातु तिङ् मध्ये किमपि वर्णः न आयाति, शप् लुक् भवति इति वदामः. सो द्वितीयगणस्य लक्षणमस्ति धातु तिङ् मध्ये किमपि भागं न आयाति, तत्र विकरणप्रत्ययस्य लुक् भवति. ज्योत्यादिगणे किं भवति? तत्र अपि शप् यः विकरणप्रत्ययः अस्ति तस्य श्लू इति एक अन्यप्रकारकः लोपः भवति. तेन किं भवति? तेन धातु धित्वं भवति. सो ज्योत्यादिगणम् एकं विशिष्टगणः. किमर्थं विशिष्टगणः? एतस्मिन् गणे एव धातु धित्वं भवति. धित्वम् इत्युक्ते द्विवारं तस्य उच्चारणं भवति. धातु अस्ति धा, प्रथमे भवति दादा इति भवति, अनन्तरं ह्रस्व यः दीर्घस्वरः अस्ति प्रथमभागे यः दा अस्ति, तत्र यः दीर्घ आकारः अस्ति तस्य ह्रस्वं भवति, सो ददा इति भवति. तथैव यदि प्रथमभागे इत्युक्ते द्वित्वं कुर्मः चेत् तत्र द्विवारं धातु उच्चारणं श्रूयते, दादा भीभि. सो यः प्रथमभागः अस्ति, प्रथमद्वित्वभागम् अस्ति, तत्र कानिचन विशिष्टसूत्रद्वारा तत्र परिवर्तनं दृश्यते. एकः परिवर्तनम् अस्ति, यदि प्रथमभागे दीर्घस्वरः अस्ति तस्य ह्रस्व इति परिवर्तनं भवति, यथा ददा, ददा इति धातुभागः. अनन्तरं तत्र किं भवति? तत्रापि शप् प्रत्ययस्य सम्पूर्णतया लोपः. सो धातु तिङ् मध्ये किमपि भागं न आयाति. अत्रापि धातु डैरेक्ट् तिङ् प्रत्ययः आयाति, मध्ये विकरणप्रत्ययस्य कोऽपि भागः न तिष्ठति. सो ददाति इति रूपम्. तथैव द्वितीय अत्र परिवर्तनं किं भवति, अत्र यदि महाप्राणवर्णः अस्ति यथा धा, धा इति महाप्राणवर्णः. सो प्रथमे किं भवति, द्वित्वं कुर्मः चेत् धा धा भवति. प्रथमे यः प्रथम धा भागम् अस्ति तत्र दीर्घस्वरस्य ह्रस्वं भवति, अपि च महाप्राणस्वर यः वर्णः अस्ति तस्य अल्पप्राणत्वं भवति. सो द धा दधा इति भवति. सो दधाति. तथैव भी, प्रथमे भी भी भवति, अनन्तरं सः ईकारः दीर्घस्वरः. सो तत्र प्रथमे दीर्घस्वरस्य ह्रस्वं भवति. सो भी भी भवति. अत्रापि महाप्राणवर्णः भकारः महाप्राणवर्णः. सो तस्य अल्पप्राणत्वं भवति. सो अत्र किं भवति, टु टैप्स् आफ् परिवर्तनं भवति इन् द फस्ट् पार्ट्. एकम् अस्ति दीर्घस्वरस्य ह्रस्वस्वरपरिवर्तनं, द्वितीयम् अस्ति महाप्राणाक्षरस्य अल्पप्राणत्वं भवति. सो भि भेति. अनन्तरं यः अन्ते स्थितम् ईकारः अस्ति तस्य गुणः भवति तिप् कारणेन, तिङ् प्रत्ययस्य कारणेन, न तु विकरणप्रत्ययस्य कारणेन. प्रथमगणे यः धातुपरिवर्तनं भवति सः शपक विकरणप्रत्ययस्य कारणेन परिवर्तनं भवति. परन्तु तृतीयगणे यः परिवर्तनं स्वराणां परिवर्तनं भवति तस्य कृते यः कारणम् अस्ति सः अस्ति तिङ् प्रत्ययः. सो अत्रापि तिङ् प्रत्ययस्य कारणेन कुत्रचित् यदि अन्ते स्थितं कोऽपि उ अस्ति चेत् तस्य गुणः भवति. सो ज्योत्यादिगणे अपि धातु तिङ् मध्ये किमपि भागं न आयाति, धातु द्वित्वं भवति इति विशिष्टलक्षणम्. चतुर्थगण अस्ति दिवादिगणः, तत्र दिवादि धातवः. परन्तु अत्र रूपं पश्यामः चेत् तत्र दीवयति भवति. दिव् इति ह्रस्व इकारः अस्ति, परन्तु लटिरूपं पश्यामः चेत् तत्र दीव् भवति, दीर्घिकारः भवति. सो तत्र एकं विशिष्टसूत्रद्वारा एतत् परिवर्तनं भवति. सूत्रम् इदानीं मास्तु, परन्तु तत्र किमस्ति, यदि धातु यत्किमपि धातुः अन्तिमवर्णः वकारः, यथा दिव् इति धातु अन्तिमवर्णः वकारः अथवा अन्तिमवर्णः रकारः अस्ति, रेफः अस्ति, तत्र वकारः अपि च रकारस्य पूर्वे यदि कोऽपि इ उ अस्ति चेत् तस्य दीर्घ आदेशः भवति सूत्रद्वारा. सो तत्र एकम् अन्यत् वार्ता अस्ति, व्याकरणशास्त्रे यत्किमपि स्मालेस्ट् चेञ्ज्, यत्किमपि परिवर्तनं भवति तस्य कृते तत्र सूत्रम् अस्ति. सूत्र आधारेण एव परिवर्तनं भवति. सूत्रं नास्ति चेत् परिवर्तनं न भवितुमर्हति. सो अत्र यः दिव् दीव् भवति, दीर्घ इकारः भवति, तस्य कृते सूत्रम् अस्ति. सो परन्तु अत्र दिवादिगणस्य विशिष्टलक्षणम् इति वदामः चेत् दिवादिगणस्य विकरणप्रत्ययः श्यन्, षकारनकारयोः लोपः. अत्र य इति तिष्ठति, यकारः अकारः. सो य इति भागं सर्वदा धातु तिङ् मध्ये य इति भागं सर्वदा श्रूयते, यथा नश्यति, नृयति, कुप्यति, क्रुद्यति. सो चतुर्थगणस्य लक्षणं किं, विकरणप्रत्ययः शन्, तत्र धातु तिङ् मध्ये य इति भागं श्रूयते. शन् विकरणप्रत्ययस्य य इति अवशिष्टभागः, रिमेनिङ्ग् पार्ट्. यकारः अकारः, अत्र अकारः अपि अस्ति. सो य इति वदामः. सो नृत्यति, तुष्यति, मन्यते. अस्तु. सो अत्र गुणः न भवति. दिवादिगणे अपि शन् इति विकरणप्रत्ययस्य कारणेन धातु मध्ये कोऽपि परिवर्तनं न दृश्यते. इदानीं पर्यन्तं केवलं भुवादिगणे एव विकरणप्रत्ययस्य कारणेन तत्र स्वराणां परिवर्तनं भवति. पञ्चमगणः अस्ति स्वादिगणः, अत्र सूर्यादिधातवः. पञ्चमगणस्य विकरणप्रत्ययः श्नु, तत्र शकारस्य लोपः भवति, शकारः प्रक्रियायां न तिष्ठति, अपगच्छति. सो नु इति भागः तत्र अवशिष्टभागः, परन्तु एकवचने नु नो भवति. सो एकवचने लटीरूपम् एकवचने सर्वदा नो इति भागः कुत्र श्रूयते? धातु तिङ् मध्ये सर्वदा नो श्रूयते. आप् इति धातु आप्नोति, नु नो भवति. चि नो चि योगनु योगति, परन्तु एकवचने चिनोति इति चिनोति इति रूपं. तथैव शक्नोति, धूनोति, नु नो भवति. एकवचने एव नु नु नो भवति. सो धातु तिङ् मध्ये तत्र नो इति भागं श्रूयते सर्वदा. सो पञ्चषु गणेषु तत्र एकम् एव गणः अस्ति यत्र विकरणप्रत्ययस्य कारणेन गुणः. सः गणः किं? भुवादिगणः, प्रथमगणः. प्रथमगणः वयं मया उक्ता तत्र उप एकसहस्रधातवः तस्मिन् गणे सन्ति, इत्युक्ते बृहद् गणः अस्ति भुवादिगणः. औट् आफ् 2000 धातूस् 1000 धातूस् आर् दियर् इन् द फस्ट् गणः. सो भुवादिगणं बहु महत् पूर्वगणः. तत्र एव शपकारणेन गुणः भवति. इदानीं तुदादिगणस्य आरभ्य पठिष्यामः. सो षष्ठं गणः यः अस्ति तस्य नाम अस्ति तुदादिगणः. तुद् इत्यादि धातवः. तुद् एकं धातु अस्ति अस्मिन् गणे, अतः पाणिनिना किं कृतम्? एतस्य गणस्य नाम तुदादिगणः इति दत्तं, नामं दत्तम्. सो तुद् इत्यादि धातवः. रूपं किम् अस्ति? तुद् अति. अत्रापि अकारः श्रूयते. अत्र दृश्यतु विकरणप्रत्ययः श, षकारः अकारः. आदिमशकारः अपगच्छति. आदिमशकारः यः अस्ति सः प्रक्रियायां न तिष्ठति, तस्य लोपः भवति. सो अत्र श योग अ कुर्मः, श अस्ति, अकारः अपि अस्ति. सो अत्रापि अ एव अवशिष्टभागः. भुवादिगणे अपि शप् विकरणप्रत्ययः शप् अस्ति, परन्तु तस्य यः भागः अस्ति सः अकारः. क्षम्यताम्. सो भुवादिगणे धातु तिङ् मध्ये अपि अकारः श्रूयते. तुदादिगणे धातु तिङ् मध्ये अपि अकारः श्रूयते. सो तत्र ब्रह्मः जायते, कथं जानीमः धातु कस्मिन् गणे अस्ति? परन्तु तुदादिगणे किं भवति? तत्र एकं विशिष्टलक्षणम् अस्ति, तत्र कोऽपि गुणः न भवति. इत्युक्ते यथा वयं दृष्टवन्तः तत्र भुवादिगणे स्वराणां परिवर्तनं भवति, परन्तु तुदादिगणे स्वराणां परिवर्तनं न भवति. सो अत्र भेदः जायते. मिल् इति धातु अस्ति, अत्र मेलति न भवति, अत्र मिल् एव तिष्ठति. लकारस्य साक्षात् पूर्वे तत्र ह्रस्व इ अस्ति, इकारः अस्ति. सो ह्रस्वस्वरस्य वयं जानीमः अन्तिमस्वरस्य पूर्वे ह्रस्वस्वरः अस्ति, ह्रस्व इ उ रु अस्ति चेत् तेषां गुणः सम्भवति, परन्तु तुदादिगणेः गुणः न भवति. सो मिल् मिल् एव तिष्ठति, मिलति इति रूपम्. परन्तु भुवादिगणे किं भवति? भुवादिगणे तत्र शुच् अस्ति, शुच् शोच् भवति. तादृशपरिवर्तनं तुदादिगणे न भवति. लिखित्य धातु अस्ति, तत्र खकारस्य साक्षात् पूर्वे ह्रस्व इकारः, परन्तु लेखति न भवति, लिखति इति रूपं भवति. सो वयं किं यदि वयं लिखति इति रूपं पश्यामः, तत्र अपि धातु तिङ् मध्ये अकारः श्रूयते, विकरण प्रत्ययस्य भागः अकारः। परन्तु भुवादिगणे यदि लिख् धातु भवेत् चेत् तत्र किं भवति, लेखति इति भवितुम् अर्हति। परन्तु तत् तथा तुधा लिख् इति धातु भुवादिगणे नास्ति, लिख् इति धातु तुधादिगणे अस्ति। तुधादिगणे कोऽपि स्वराणां परिवर्तनं न दृश्यते। सो वी केन् गेट् द डिफ्रेन्स्। क्षिप् इति धातुः, क्षिप् इति धातु अपि तत्र पकारस्य साक्षात् पूर्वे ह्रस्व इकारः, परन्तु शेप् न भवति। सो क्षिपति अत्र अकारः तु श्रूयते परन्तु परिवर्तनं न दृश्यते। सो लटीरूपं पश्यामः चेत् यदि तत्र ह्रस्वस्वरस्य अपि च अन्तिमस्थितस्य स्वरस्य परिवर्तनं न दृश्यते, अस्माकं निर्णयम् अस्ति ओहो अत्र तु परिवर्तनं न दृश्यते परन्तु अकारः श्रूयते, धातु तिङ् मध्ये अकारः श्रूयते, अतः एतत् धातु तुरादिगणस्य धातु न तु भुवादिगणस्य धातु। बिकास् इति सामान्यः, तत्र भुवादिगणे अपि धातु तिङ् मध्ये अकारः श्रूयते, तुदादिगणे अपि धातु तिङ् मध्ये अकारः श्रूयते। सो कथं जानीमः धातु कस्मिन् गणे अस्ति? सो गुणं स्वराणां परिवर्तनं पश्यामः चेत् यदि स्वराणां परिवर्तनं भवति सः धातु भुवादिगणे अस्ति, यदि स्वराणां परिवर्तनं न दृश्यते सः धातुः तुदादिगणस्य धातुः इति तत्र भेदः अस्ति। तथैव कृष् इति धातुः, कृष् इति धातु अत्रापि शकारस्य पूर्वे ह्रस्व ऋकारः परन्तु कर्ण भवति, सकृषति इति रूपं। तत्र धातुपाठे तत्र देर् आर् टु टैप्स् आफ् कृष् धातु। एकम् अस्ति कृष् धातु, सः भुवादिगणे अस्ति। द्वितीयं कृष् धातु तुदादिगणे अस्ति। यः कृष् धातु भुवादिगणे अस्ति तत्र लटिरूपं किं कर्षति, तत्र अर् भवति। परन्तु कृषति पश्यामः चेत् एतत् कृष् धातु तुदादिगणस्य धातुः, अतः अत्र परिवर्तनं न दृश्यते। सो तुदादिगणे स्वराणां परिवर्तनं न भवति, यद्यपि अत्र अपि धातु तिङ् मध्ये अकारः श्रूयते। भुवादिगणे अपि धातु तिङ् मध्ये अकारः श्रूयते परन्तु तत्र स्वराणां परिवर्तनं भवति शप् कारणेन, अत्र तु श कारणेन कोऽपि परिवर्तनं न भवति। यथा धातु अस्ति सः तथैव तिष्ठति। मिल् इति धातु मिल् अपि मिल् एव तिष्ठति, लिख् इति धातु लिख् एव तिष्ठति, क्षिप् इति धातु क्षिप् एव तिष्ठति, लटीरूपे क्षिपेव तिष्ठति, तथैव कृष् इति धातु कृष् एव तिष्ठति। केवलम् अत्र अकारस्य योजयामः चेत् कृष् अति इति रूपं, क्षिप् अति इति रूपं, लिखति इति रूपं, मिलति इति रूपं। सो तुदादिगणः कोऽपि स्वराणां परिवर्तनं न दृश्यते परन्तु धातु तिङ् मध्ये अकारः एव श्रूयते। सो स्वरं दृष्ट्वा एव वयं ज्ञातुं शक्यते धातु भुवादिगणस्य धातु वा तुदादिगणस्य धातु। इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, ब्राह्मणः अस्ति पृच्छतु। अस्तु अस्तु, तर्हि प्रश्नं नास्ति चेत् अग्रे सरेम। सप्तम गणः अस्ति रुदादिगणः, रुदादिगणः सप्तम गणः, रुद् इत्यादयः धातवः। सो रुद् इति एकं धातुः अस्ति, अतः एतस्य सप्तम गणस्य नाम अस्ति रुदादि। रुणधि इत्यादीनि क्रियापद, एतत् विशिष्टगणः। विशिष्ट किमर्थम्? अत्र यः विकरणप्रत्ययः अस्ति सः अस्ति ष्णम्। षकारः, नकारः, अकारः, मकारः, चत्वारि वर्णः अस्मिन् विकरणप्रत्यये सन्ति। ष्णम् इति विकरणप्रत्यये किं भवति? आदिमषकारस्य लोपः अपगच्छति, अन्तिम मकारः अपि अपगच्छति। सो अवशिष्टभागः कः? न, नकारः, अकारः, अवशिष्टभागः अस्ति न। सो धातो तिङ्मध्ये अत्र न इति भागं न श्रूयते, अत्र विशिष्टम् अस्ति. अत्र यः विकरणप्रत्ययस्य भागः अस्ति न इति भागं, सः धातु तिङ्मध्ये न आयाति. सः कुत्र आयाति? धातु यः अन्तिमस्वरः अस्ति, सपोज् इन् द धातु देर् आर् मोर् देन् टु स्वरास्, प्रायशः तत्र धातुः तत्र एकम् एव स्वरः, परन्तु देर् आर् सम् धातुस् विच् है मोर् देन् वन् स्वरः. सो यः विकरणप्रत्ययस्य न इति भागः अस्ति सः कुत्र आयाति? सः धातु तिङ्मध्ये न आयाति. सो सः कुत्र आयाति? न इति भागं धातुमध्ये यः अन्तिमस्वरः अस्ति तस्य अनन्तरम् आयाति. इत्युक्ते छिद् इति धातु, छकारः इकारः दकारः, अत्र एकम् एव स्वरः अस्ति, सः अस्ति इकारः. सो धातु न इति भागम् अन्तिमस्वरस्य साक्षात् अनन्तरम् आयाति. सो इकारस्य अनन्तरं न इति भागम् आयाति. सो छिनत्ति इति रूपं छिन् तत्र धकारस्य परिवर्तनं त भवति, सः तु सन्धिकार्यमस्ति, परन्तु तत्र अनन्तरं टि इति तिङ्भागः. सो रुदादिगणे विशिष्टलक्षणं किं? तत्र धातु तिङ्मध्ये विकरणप्रत्ययः न आयाति. विकरणप्रत्ययः कुत्र आयाति? विकरणप्रत्ययः धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरम् आयाति, साक्षात् अनन्तरं विकरणप्रत्ययस्य भागः. सो रुदिति धातुः नकारः उकारस्य अनन्तरम् आयाति. सो रुणद्धि इति रूपम्, अत्र तु दन्त्यना न श्रूयते, अत्र मूर्धन्यनकारः श्रूयते, सः अपि सन्धिकार्यं वयं जानीमः रसाभ्यां नूनः. सो रकारः अपि च शकारः अस्ति चेत् अत्र नकारस्य अण इति परिवर्तनं भवति. सो अत्र तु मूले तु दन्त्य न आयाति, परन्तु अनन्तरं सः सन्धिकार्यं भूत्वा ऋणधि इति रूपं भवति. सो रुधादिगणे विशिष्टलक्षणं किम्? विकरणप्रत्ययः श्नम् शकारमकारयोः लोपः ते अपगच्छति प्रक्रियायां तेन तिष्ठति. तत्र न इति भागं प्रक्रियायां तिष्ठति, परन्तु अत्र यः विकरणप्रत्ययस्य भागः सः धातु तिङ्मध्ये न आयाति. सः कुत्र आयाति? सः भागं कुत्र श्रूयते? सः धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरं न इति भागं श्रूयते. त्रुदिति धातु अत्र ऋकारः स्वरः, तकारस्य उत्तरवर्ति रु इति स्वरः. सो अन्तिमस्वरस्य अनन्तरम् एव नकारस्य आगमनं भवति, विकरणप्रत्ययस्य भागः तृणति इति रूपम्. सो अत्र अपि न इति यः दन्त्यनकारः अस्ति तस्य मूर्धन्यनकारः परिवर्तनं, कारणं किं? रु इति कारणं. रु रकारः शकार मूर्धन्यशकारः अपि च रु इति स्वरः अस्ति चेत् दन्त्य न बिकम्स् मूर्धन्य न. सो तृणति इति रूपम्, अत्र यः नकारः श्रूयते सः विकरणप्रत्ययस्य भागः न तु धातुभागः. तथैव भिद् इति धातु, अत्र बकार उत्तरवर्ति इकारः अस्ति. सो इकारस्य अनन्तरम् एव न इति भागं श्रूयते, सो भिनत्ति इति रूपम्. तथैव भुज्, भुज् इति यः उकारः अस्ति एकमेव स्वरः, अन्तिमस्वरस्य साक्षात् अनन्तरं न इति विकरणप्रत्ययस्य भागः, सो भुनक्ति इति रूपम्. तथैव भुङ्क्ते इति रूपम्. युज् इति यः अस्ति, युज् उकारस्य अनन्तरं नकारः, युनक्ति इति रूपम्. सो अत्र सन्धिकार्यम् अपि भवति, ति अस्ति, तकारः अस्ति, अतः अत्र हलसन्धि भूत्वा अत्र परिवर्तनं दृश्यते, जकारस्य स्थाने ककारः. परन्तु तत्तु विषयः नास्ति, सन्धिविषयः नास्ति. अत्र विषयः कः? सप्तमगणः, रुदादिगणः. तस्य गणस्वीकरन् प्रत्ययः श्नम् तत्र न एव तिष्ठति शकार्मकारयोः अपगच्छति तेन तिष्ठति न इति भागम् धातु तिङ् मध्ये न आयाति सः धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरम् एव विकरणप्रत्ययस्य आगमनं भवति. सो अत्र विशिष्टम् अस्ति रुदादिगणे धातु तिङ् मध्ये विकरणप्रत्ययः न अपि तु यः धातु अन्तिमस्वरः तस्य अनन्तरम् एव न इति भागं श्रूयते इति सप्तमगणस्य लक्षणम्. अष्टमगणः अस्ति तनादिगणः. अष्टमगणः तन् इत्यादयः धातवः. एकं धातुः अस्ति अस्मिन् गणे तन्, तस्य उपरि एव महर्षिणा एतस्य गणस्य नामं कृतं तनादिगणः. सो तनोति इति रूपाणि तन्नोति. अत्र विकरणप्रत्ययः किम् अस्ति? उकारः, ह्रस्व उकारः विकरणप्रत्ययः. उकारस्य परिवर्तनम् ओकारः भवति एकवचने. सो क्रु इति धातुः अस्ति तनादिगणस्य धातुः. सो क्रु प्रथमे कर् भवति, अनन्तरं करु इति रूपम् उकारः प्रत्ययस्य भागः. करो अनन्तरं करो भवति, करोति इति रूपं. तथैव तृण् इति धातु तृणोति इति रूपम्. अत्र तृणति, अत्र अत्रापि गुणः भवति. सो अत्र क्रु विहाय अदर् देन् क्रु ये धातवः यस्मिन् धातुः उपधायां ह्रस्व इ उ अस्ति चेत् तत्र विकल्पेन गुणः भवति, परिवर्तनं भवति. इत्युक्ते तत्र रूपद्वयं वर्तते, तृणोति अपि रूपं, तर्णोति अपि रूपं, तर् तृ तर् भवति. सो विकल्पेन अत्र गुणः भवति, परन्तु क्रू विषये विकल्पेन गुणः न भवति. तृ क्रू विषये तु नित्यं गुणः भवति, इत्युक्ते अन्तिमस्थितस्य ऋकारस्य अत्र कर् भवति, सर्वदा कर् भवति. परन्तु अन्यधातुविषये तत्र विकल्पेन पुनः. तथैव सन्, सन् इति धातु कोऽपि स्वरः नास्ति, इ इ उ नास्ति. सो सन् योग उ योगति कुर्मः चेत् एकवचने उ ओ भवति. सो सनोति. सन् इति धातुभागम्, ओ इति विकरणप्रत्ययस्य भागम्, ति इति तिङ्भागम्. सो सनोति इति रूपम्. सो तनादिगणे अष्टमगणे किं भवति? अष्टमगणस्य वितरणप्रत्ययः उकारः. एकवचने तस्य परिवर्तनम् ओ भवति. सो धातु तिङ् मध्ये ओ इति भागं श्रूयते एकवचने. सो करोति, तृणोति, सनोति इति रूपाणि. सो अत्र ओ ओ श्रूयते. अत्र दृश्यतु स्वादिगणे विकरणप्रत्ययः नो नोति, अत्रापि ओ ओकारः श्रूयते. तनादिगणे अपि एकवचने सनोति इति रूपम् ओकारः श्रूयते. परन्तु अत्र यः नकारः सः धातु नकारः, न तु विकरणप्रत्ययस्य नकारः. स्वादिगणे यः कारः श्रूयते सः तु विकरणप्रत्ययस्य भागः, न तु धातुभागः. सो शक् इति धातु अस्ति, नो इति विकरणप्रत्ययस्य भागः. सो शक्नोति, अत्र नो श्रूयते विकरणप्रत्ययस्य भागः. परन्तु तनादिगणे केवलम् ओ इति विकरणप्रत्ययस्य भागः, न तु नो. सन् इति धातुः नकारः धातुभागं, न तु विकरणप्रत्ययस्य भागः. तथैव तृण् इति धातु, अत्र यः नकारः श्रूयते सः नकारः धातु नकारः, न तु विकरणप्रत्ययस्य. विकरणप्रत्ययस्य केवलम् ओकारः अत्र अस्ति, भागम् ओकारः. सो तृणोति इति रूपं, सनोति इति रूपं. सो अष्टमगणस्य विशिष्टलक्षणं किं? विकरणप्रत्ययः उ उकारः, एकवचने ओ श्रूयते, धातु तिङ् मध्ये ओ सर्वदा श्रूयते एकवचने, कुत्रचित् उ अपि श्रूयते, द्विवचने बहुवचने उ अपि श्रूयते. परन्तु एकवचने तु सर्वदा ओ इति भागं श्रूयते इति तत्र विशिष्टं तनादिगणे. यदि मध्ये कोऽपि प्रश्नः अस्ति भ्रमः जायते कृपया अन्म्यूट् कृत्वा पृच्छतु. नवमगणः कयादिगणः. त्रि इत्यादयः धातवः इकारस्य यदि तत्र यन् सन्धि कुर्मः चेत् क्रै भवति. सो क्रयादिगणः इति नाम क्रीयोग आदि कुर्मः इकारस्य अनन्तरम् अच्वर्णः. सो इकारस्य यः परिवर्तनं भवति यकारः. सो अनन्तरं वर्णमेलनेन किं भवति क्रयादि इति नाम. सो क्रयादिगणे क्री इत्यादि धातवः क्रीणाति इत्यादीनि क्रियापदानि. अत्र विकरणप्रत्ययः क नवमगणे विकरणप्रत्ययः श्ना. शकारः नकारः दीर्घ आकारः. प्रथम यः शकारः अस्ति सः अपगच्छति. अत्र न इति भागं श्रूयते. नकारः दीर्घ आकारः न इति श्रूयते. सो धातु तिङ् मध्ये न इति भागं सर्वदा श्रूयते. जानाति अश्नाति वृणाति भज्नाति गृह्णाति. सो अत्र धातु तिङ् मध्ये क्रयादिगणे न इति भागं सर्वदा श्रूयते. न इति भागं विकरणप्रत्ययस्य भागः. सो क्रयादिगणे अत्र दृश्यतु गृह इति धातु अस्ति. गृह इति धातु गृह् भवति. अत्र सम्प्रसारणं भवति. तत्र विशिष्टधातूनां पाणिनिना सम्प्रसारणम् एकं कार्यम् अस्ति. यथा वयं जानीमः तत्र यन् सन्धि इ स्थाने य आदेशः, उ स्थाने व आदेशः, रु स्थाने रकारः, अपि च लु स्थाने लकारः. सम्प्रसारणम् इट् इस् बिकम्स् तत्र यः रेफः अस्ति सः इट् चेञ्जस् इन् टु द स्वरः. यन् सन्धि मध्ये किं भवति स्वरस्य परिवर्तनम् इन् टु ए व्यञ्जनः. परन्तु सम्प्रसारणे व्यञ्जनस्य परिवर्तनं बिकम्स् इन् टु ए स्वरः. सो ऋकारस्य परिवर्तनं रु भवति. सो गृह्णाति. गृह् इति धातुभागम् अनन्तरं न इति यः भागं श्रूयते गृह्णाति. सो न इति यः भागः श्रूयते सः विकरणप्रत्ययस्य भागः. वयं जानीमः गृह् इति धातु क्रयादिगणे अस्ति. अत्र सम्प्रसारणं कार्यं. सो गृह भवति. सो गृह्णाति गृह्णाति इति रूपम्. अत्रापि दन्त्यनकारस्य मूर्धन्यनकारः परिवर्तनं. कारणं किम्? अत्र अपि ऋकारः रु इति स्वरः. सो अत्र गृह्णाति इति रूपम्. ज्ञा इति धातु अस्ति. ज्ञा स्थाने झा भवति. तत्र विशिष्टसूत्रद्वारा एव ज्ञा इति यः धातु अस्ति सः झा भवति. परन्तु धातु तिङ् मध्ये न इति भागः श्रूयते. जा नाति. न इति भागं कस्य भागः? विकरणप्रत्ययस्य भागः. सो धातु तिङ् मध्ये न इति भागं श्रूयते. न श्रूयते चेत् अस्माकं निर्णयमस्ति ओ अत्र न श्रूयते. न तु क्रयादिगणस्य विकरणप्रत्ययस्य अवशिष्टभागः. अतः धातु क्रयादिगणस्य धातुः. सो लटीरूपं दृष्ट्वा वयं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति. तथैव अश् इति धातु. सो अश् योग न योगति अश्नाति इति रूपम्. वृ योग न योगति वृणाति इति रूपम्. अत्रापि गुणः न भवति. इत्युक्ते अन्तिमस्थितस्य इ रु स्थाने गुणः न भवति. वृ एव तिष्ठति. वर् न भवति. यथा भुआदिगणे वर् भवति अत्र तु न भवति. सो क्रियादिगणे अपि गुणकार्यं न भवति. विकरणप्रत्ययस्य कारणेन गुणः न भवति क्रयादिगणे. सो वृणाति इति रूपं. बन्धिधातु अस्ति. अत्र नकारः अपगच्छति. विशिष्टसूत्रद्वारा यः नकारः अस्ति सः अपगच्छति. सो भदेव तिष्ठति. सो भद् अनन्तरं न इति विकरणप्रत्ययस्य भागः. अनन्तरं ति इति तिङ् प्रत्ययस्य भागः, बध्नाति इति रूपं, सि सि एव तिष्ठति, सि सेन भवति, किमर्थं चेत् क्रयादिगुणः गुणः न भवति, गुणः इत्युक्ते स्वराणां परिवर्तनं न भवति, केषुचित् स्वराणाम् इ उ रु स्थाने एव परिवर्तनं भवति, परन्तु अत्र तु इ अस्ति परन्तु परिवर्तनं न भवति, किमर्थं चेत् त्रयादिगणः गुणः न भवति, यथा भूवादिगणे भवति अत्र न भवति, सि सि एव तिष्ठति, सि नाति इति रूपं, त्रयादिगणे वितरणं प्रत्ययः श्ना तस्य अवशिष्टभागः न धातु तिङ् मध्ये न सर्वदा श्रूयते, वृणाति अश्नाति जानाति इति रूपाणि। अनन्तरमस्ति आम् पृच्छतु अत्र यः बन्ध अस्ति तत्र नकारस्य लोपः भवति, विशिष्टसूत्रद्वारा यः नकारः अस्ति तस्य लोपः भवति, किमर्थं चेत् तत्र विशिष्टसूत्रमस्ति, सो बन्ध यः धातु अस्ति तत् तत्र सूत्रमस्ति, यः अनिजित नकारः अस्ति अनिजित धातु कृते तत्र यः हलवर्णस्य पूर्वे यः नकारः तस्य लोपः भवति, सो बन्ध इति धातु अनिजित धातु इत्युक्ते अत्र यः नकारः अस्ति सः मूले एव तत्र धातु मध्ये एव अस्ति, सः तु कुत्रचित् कस्यचित् आदेशरूपेण न आयाति इत्युक्ते तस्य आगमः अत्र न भवति, मूले यः धातुपाठे बन्ध इति धातु दत्तम् अस्ति तत्र नकारः अस्ति, सो तादृशधातूनां किं भवति तत्र नकारस्य लोपः भवति, सो तत्र एकं विशिष्टसूत्रद्वारा तत्र किं भवति कित् नित् प्रत्ययः परे अस्ति चेत् नकारस्य लोपः, सो नकारस्य लोपः भवति चेत् तत्र धातु किं भवति बध् इति धातु, यः भकारः अकारः नकारः दकारः, अत्र दकारे पूर्वे यः नकारः सः विशिष्टसूत्रद्वारा तस्य नकारस्य लोपः भवति, सो बध् एव तिष्ठति, बध् तिष्ठति चेत् बध् योग न योग ति कुर्मः चेत् बध् नाति इति रूपम्, सो तत्र विशिष्टधातूनां तत्र सूत्रद्वारा एव एतादृश आदेशः भवति, तत्र भिन्नकार्यं पृच्छतु भगिनि अस्तु, तत्र बहूनि धातवः सन्ति यत्र हलवर्णस्य अन्तिम हलवर्णस्य पूर्वे यदि कोऽपि नकारः अस्ति सः अनिजित् नकारः अस्ति चेत् इदानीं तु वयं न जानीमः अनिजित् इत्युक्ते किं, सो तत्र विशिष्टसूत्रद्वारा नकारस्य लोपः भवति, नकारस्य लोपः भूत्वा तत्र बध् एव तिष्ठति, सो बध् योग न योगति कुर्मः चेत् बध्नाति इति रूपम्, यथा मया उक्ता यत्किमपि कार्यं व्याकरणशास्त्रे भवति तस्य आधारः सूत्रमेव, सूत्रमस्ति चेदेव कार्यं भवति, सूत्रं नास्ति चेत् कार्यं न भवति, सो अस्माकं यः कक्षा अस्ति वयं तत्र सर्वं सूत्रद्वारा एव पठिष्यामः, परन्तु प्रथमकक्षा अस्ति इदानीं सूत्रस्य तत्र परिचयः न भवति, अतः अहं सूत्रं न उक्तवती अत्र, सो अग्रे वयं सूत्रद्वारा एव पठिष्यामः, अस्तु कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु, अत्र दशमगणः, दशमगणः चुरादिगणः विशिष्टगणः, किमर्थं विशिष्टगणः, अत्र न केवलं विकरणप्रत्ययः धातु तिङ् मध्ये न केवलं शप् इति विकरणप्रत्ययः, परन्तु अत्र विशिष्टसूत्रद्वारा सर्वेषां चुरादिगणे धातूनां कृते तत्र नीच् अपि आयाति, सो धातु अनन्तरं प्रथमे नीच् एकम् अन्यप्रत्ययः अस्ति, सो धातु अनन्तरं प्रथमे नीच् आयाति अनन्तरं शप् आयाति, शप् इति विकरणप्रत्ययः, नीच् इति प्रत्ययः अत्र विशिष्टसूत्रद्वारा एव ये ये धातवः चुरादिगणे सन्ति तेषाम् अनन्तरं निच् इति प्रत्ययः सर्वदा आयाति. सो लटीरूपं पश्यामः चेत् तत्र किं भवति, धातुयोग निच् योग शप् योग ती भवति. सो अत्र न केवलं विकरणप्रत्ययः आयाति, परन्तु अत्र प्रथमे धातु अनन्तरं निच् प्रत्ययः आयाति विशिष्टसूत्रद्वारा. सो विचवर् धातूस् आर् दियर् इन् चुरादिगणः, विशिष्टसूत्रद्वारा चुरादिगणे धातूनां कृते तत्र निच् प्रत्ययस्य आगमनः भवति. सो धातुयोग निच् प्रथमे एव भवति, परन्तु अत्र यः निच् अस्ति सः स्वार्थे, अत्र लिखितमस्ति स्वार्थे निच् प्रत्ययः. स्वार्थे इत्युक्ते किम्? स्वार्थे इत्युक्ते केवलं धातु पालन पोषणं करोति. तत्र निच् प्रत्ययः प्रायशः तत्र किम् अन्ये के अन्यधातवः तत्र सन्ति चुरादिगणस्य धातु विहाय out of the churadi, if I take the churadi gana dhatus out, anya sarvesham dhatu nam krite vayam nich yojyamaha shaknumaha, parantu saha nich preranathe asti ityukte path iti dhatu. Suppose we have path dhatu, path iti bhuadi gana si dhatu, pratham gane path dhatu asti natu churadi gane, parantu I can add this nich pratyaya to pat or to gya, to kru, to san, but that nich, when I add nich pratyaya to other dhatus other than churadiganaha, there the nich pratyaha prerinarthe asti natu swarthe. Prerinarthe itukte pat yoga nich kurmaha che tatra pathi bhavati. So rupam kim pathayati bhavati iti rupam. सो पाठयति यः अस्ति तस्य अर्थपरिवर्तनं भवति. पाठ इत्युक्ते पाठी भिन्न अर्थः अस्ति. इत्युक्ते एकम् उदाहरणं वदामि, तत्र बालकः पठति अतः अथवा शिष्यः पठति, परन्तु अध्यापकः किं करोति, अध्यापकः पाठयति, सः प्रेरणा ददाति, बालकं प्रेरणा ददाति तस्य कृते पठनस्य कृते. सो पाठयति यः रूपम् अस्ति सः निच् प्रत्ययस्य योजनेन एव भवति. सो पाठयति यः लटीरूपम् अस्ति सः पाठयोग निच् योग शप् योगति भवति. सो तत्र निच् प्रेरणार्थे अस्ति. सो अध्यापकः प्रेरणा ददाति कस्य कृते, पठनस्य कृते. सो बालकः पठति परन्तु अध्यापकः पाठयति. सो तत्र निच् प्रेरणार्थे अस्ति. परन्तु चुरादिगणे यः निच् प्रत्ययः धातु अनन्तरं यः निच् प्रत्ययः आयाति सः धातुः अर्थस्य परिवर्तनं न करोति. यथा पठ पाठी भवति तत्र अर्थपरिवर्तनं भवति, अत्र अर्थपरिवर्तनं न भवति. अत्र लिखितमस्ति स्वार्थे निच् प्रत्ययः. स्वार्थे इत्युक्ते धातु यः अस्ति निच् योजयामः चेत् तस्य केवलं सः पालनपोषणं करोति, इत्युक्ते एकं वृद्धिं करोति, परन्तु अर्थस्य परिवर्तनं न भवति स्वार्थे निच् अस्ति चेत्. प्रेरणार्थे निच् अस्ति चेत् अर्थस्य परिवर्तनं भवति, परन्तु स्वार्थे निच् अस्ति चेत् धातु अर्थस्य परिवर्तनं न भवति. सो चुरादिगणे यः निच् प्रत्ययः आयाति सः प्रेरणार्थे नास्ति स्वार्थे अस्ति. सो तत्र किं भवति, धातु योग निच् योग शप् योगति भवति चुरादिगणे दशमगणे. सो निच् प्रत्यये किं भवति, निच् प्रत्यये यः आदिं नकारः अस्ति, णकारः इकारः चकारः, सः प्रक्रियायां न तिष्ठति, सः अपगच्छति. चकारः अपि अपगच्छति. सो अत्र ह्रस्व इकारः एव तिष्ठति. श शप् इति वितरणप्रत्ययः वयं जानीमः शकारपकारयोः लोपः भवति, अपगच्छति, अत्र अ एव अवशिष्यते. सो ईयोग अ कुर्मः चेत् अत्र किं भवति, अयादि सन्धि भूत्वा अत्र अय इति भागः श्रूयते. सो अय इति भागः यत्र यत्र अय इति भागः धातु तिङ् मध्ये श्रूयते, अस्माकं निर्णयम् अस्ति अहो अत्र अय इति भागः श्रूयते, अतः धातु चुरादिगणस्य धातुः. अत्र दृश्यतु चतुर्थगणे तत्र य इति भागः श्रूयते, यकारस्य पूर्वे अकारः नास्ति, यकारस्य अनन्तरम् अकारः अस्ति. सो अत्र नृत् इति धातु नृत् अयति न भवति, नृत् यति भवति. सो अत्र अय भागः धातु तिङ् मध्ये अय न श्रूयते, य श्रूयते. सो you should be able to differentiate these things, then only you will come to know dhatu kasmin gane asti, dhatu ting madhe kah bhagah shruyate, aya shruyate va kevalam ya shruyate, ya shruyate chet divadi ganasya dhatuhu, aya shruyate chet churadi ganasya dhatuhu, yatha atra kshalite dhatu. क्षल् शाल् भवति निच्कारणेन, तत्र यः उपधायाम् अकारः अस्ति सः दीर्घः भवति, तत्तु भिन्नविषयः. परन्तु धातु तिङ् मध्ये कः भागः श्रूयते, अत्र ल हल् अस्ति, परन्तु अत्र ल पूर्णं दृश्यते. शालयति अयति शालयति इति रूपं. सो अत्र शल्यति न भवति, शल् शाल्यति न भवति, शालयति अयति प्रेषयति अयति. सो ऐ ऐ इति भागः श्रूयते. कथ् कथयति थकारः हल् अस्ति, परन्तु लटिरूपं पश्यामः चेत् थकारः तु पूर्णं दृश्यते, अत्र हल् चिह्नं नास्ति. किमर्थं चेत् अत्र ऐ भागः योजयामः चेत् कथयति अयति इति भवति, तथैव घनयति अयति इति भागम्, चिन्तयति अयति ऐ श्रूयते, न तु य श्रूयते. सो यत्र यत्र धातु तिङ् मध्ये अय इति भागः श्रूयते, सः अय इति भागः विकरणप्रत्ययः प्लस् निच् भागः, सो चुरादिगणस्य धातवः. भक्षयति अयति भक्षयति, अत्र अत्र दृश्यतु क्रुद् क्रुद्यति, क्रुद् अयति नास्ति, क्रुद्यति अस्ति. सो य श्रूयते न तु अय श्रूयते. तथैव तुष् शकारः हल् अस्ति, परम् अत्रापि हल् अस्ति. तुष् यति तुषयति न भवति, तुषयति अयति न भवति, परन्तु चुरादिगते किं भवति, अय इति भागं श्रूयते. चिन्तयति अयति, चिन्तदातु अस्ति, अयति इति श्रूयते, चिन्तयति. तथैव भक्षयति अयति. सो यत्र यत्र धातु तिङ् मध्ये ऐ इति अय इति भागः श्रूयते, सः धातु चुरादिगणस्य धातु. पृच्छतु प्रश्नः अस्ति चेत्. अय कथं भवति, कथम् अभवत् इति मया न ज्ञातम्. आम् अत्र नीच् अपि अस्ति, नीच् बालस्य इकारः अस्ति, अत्र दृश्यतु एकनिमिषः. अत्र दृश्यतु अत्र किम् अस्ति, भक्ष धातु अस्ति. वैट् बोर्ड् दृश्यते वा? भक्ष, इट् इस् वेरि डिफिकल्ट् टु रैट् वित् मौस्. भक्षयोग निच् प्रथमे किं भवति, ज्वरादिगणे निच् प्रत्ययः आगच्छति विशिष्टसूत्रद्वारा, अनन्तरं शप् इति विकरणप्रत्ययः, शप् इति विकरणप्रत्ययः, अनन्तरं ति इति तिङ्प्रत्ययस्य भागः. वयं जानीमः अत्र इकारः एव अवशिष्टभागः, नकारचकारयोः लोपः भवति. सो अत्र भागं किम्? इ इति भागम्. शप् इति विकरण प्रत्ययः अ इति अ एव अवशिष्यते, शकारपकारयोः लोपः भवति, अ तिष्ठति. सो अत्र किं भवति? भक्षयोगः इ भवति. प्रथमे किं भवति? बक्षि इति भवति, यः हल् अस्ति न. सो वर्णमेलनेन किं भवति? बक्षि इति भवति, बक्षि. अस्तु, योग आर् इफ् यु केन् सी ओवर् हियर् ओन्लि ई योग अ, बक्षियोगः अ भवति. अत्र शब्दकारणेन वयं जानीमः, शब्दकारणेन गुणः भवति, यथा भुवादिगणे शब्दकारणेन गुणः भवति. अन्तिमस्थितस्य इ उ उ रु वर्णस्य शब्दकारणेन गुणः भवति. सो इदानीं धातु किमस्ति? बक्षि. बक्षयोग इ कुर्मः चेत् बक्षियोग शप्, शप् तु अत्र अ एव अस्ति. सो बक्षि किं भवति? इकारस्य परिवर्तनं किं भवति? वदतु, इकारस्य परिवर्तनम्? एकारः, एकारः. इदानीं किम् अस्ति? बक्षे योग अ. इदानीम् एचो यवायव, एकारस्य साक्षात् अनन्तरम् अच् वर्णः. एकारस्य इदानीं तु गुणकार्यं भवेत्, इदानीं सन्धिकार्यम्. ए योग अ कुर्मः चेत् किं भवति? एचो यवायावः इति सूत्रेण एकारस्य स्थाने किम् आदेशः? कोऽपि जानाति वा? ऐ, ऐ इति आदेशः. अस्तु, अत्र ऐ डोण्ट् हाव् प्लेस् ओवर् हियर्. सो एकारस्य स्थाने किं भवति? ऐ इति आदेशः. योग अ इति विकरणप्रत्ययस्य भागः. सो वर्णमेलेन किं भवति? भक्ष्य, भक्षयति ऐ, अय. सो एकारस्य ऐ, एकनिमिषः, ऐ विल् इरेज् दिस् आल्. सो अत्र एकारस्य स्थाने ऐ, योगविकरणप्रत्ययस्य अ, सो किं भवति? अय, अय इति भागम्. अय, य योग अ कुर्मः चेत् अय. सो भक्ष अय योगति, सो भक्षयति. अय कुत्र आयाति? यः गुण भूत्वा, अयादि सन्धि भूत्वा एकारस्य स्थाने ऐ. सो सर्वदा ऐ इति भागं श्रूयते. किमर्थं चेत् सर्वदा ईकारः, निच् प्रत्ययः सर्वेषां धातूनाम् अनन्तरं निच् आयाति. निच् इति ई इति भागम्. ईकारस्य सर्वदा गुणः एकारः एव. एकारस्य एचोयवायः इति सूत्रेण अय आदेशः. सो अय इति सर्वदा आयाति. सो धातु तिङ् मध्ये सर्वदा किं भवति? अय इति भागम् आयाति. इदानीं स्पष्टं वा? आम्, चुरादिगणे अपि शब्दकारणेन गुणः भवति. किमर्थं चेत् वेन् वी विल् एड् नीच् टु आल् द धातूस्, सो सर्वेषां धातूनाम् अन्ते इकारः आयाति. अस्तु, नीच् प्रत्ययस्य भागः इकारः, प्रक्रियायाम् इकारः तिष्ठति. सो सर्वदा इकारस्य गुणः किम्? एकारः. सो अय, अय, अय सर्वदा श्रूयते. अस्तु, स्पष्टं वा? बिकास् अत्र इकारस्य गुणः भवति एव सर्वत्र, दशगणे एव भवति. सो इकारस्य गुणः एकारः शब्दकारणेन, शब् इति विकरणप्रत्ययस्य कारणेन अत्र गुणः भवति. अस्तु, स्वच्छुरादिगणे अपि गुणः भवति. कुत्र? यथा निचोजामः चेत् तत्र इगन्त अङ्गं भवति, धातु अन्ते इकारः आयाति। वयं जानीमः इकारस्य साक्षात् अनन्तरं शप् प्रत्ययः, सो शप् प्रत्ययः इकारं पश्यति। सो शप् किं शप् सेत् यु शुड् चेञ्ज् इन् टु द एकारः। सो इकारः सर्वदा एकारे एव तस्य परिवर्तनं भवति। सो तत्र अपि चुरादिगणे अपि शापकारणेन गुणः भवति। अस्तु, स्पष्टं वा? सो चुरादिगणे अय इति भागं श्रूयते, तत्र धातु तिङ्मध्ये यत्र यत्र अय इति भागः श्रूयते, अस्माकं निर्णयमस्ति धातु चुरादिगणस्य धातुः। इदानीं किञ्चित् अभ्यासं कुर्मः। आम् श्रूयते, वदतु। एतद् अत्र क्षल् इति धातुमध्ये क्षालयति इति कथम् आगच्छति? आम् अत्र दीर्घः भवति किल? अत्र किमस्ति, यदि वयं निच् योजयामः, धातु अनन्तरं निच् योजयामः चेत् धातु अन्ते कोऽपि अच् वर्णः अस्ति चेत् तस्य वृद्धिः भवति। अपि च किं भवति, धातुः अन्तिमवर्णस्य पूर्वे ह्रस्वकारः अस्ति चेत् तस्यापि वृद्धिः भवति निच् कारणेन। सो क्षल् इति धातुः अन्ते तु कोऽपि स्वरः नास्ति, परन्तु लकारस्य पूर्वे तत्र अकारः अस्ति, ह्रस्व अकारः अस्ति। सो अन्तिमवर्णस्य पूर्वे केवलं ह्रस्व अकारस्य एव वृद्धिः भवति निच् कारणेन। सो वृद्धि अकारस्य वृद्धिः आकारः, सो निच् कारणेन क्षाल् भवति। परन्तु दातु अस्तु, कश्चित् धातु अस्ति, अत्रापि थकारस्य पूर्वे अकारः अस्ति, परन्तु अत्र तु काथ् न भवति कारणं। तथैव घन् इति धातु, घन् इति धातु अन्तिम अकारः अनकारस्य पूर्वे अकारः, ह्रस्व अकारः, अनन्तरं निच् अस्ति, परन्तु अत्र तु निच् कारणेन घन् न भवति, काथ् न भवति, तत्र कारणं किम्? अत्र किम् अस्ति, अत्र मूले कथ् इति धातु कथ अस्ति। सो यथा क्षल् इति धातु, शल् इति धातु तु शल् एव अस्ति, अत्र अकारः नास्ति, परन्तु कथ अत्र कथ अस्ति, अतः अकारः अपि अस्ति। तथैव घन अकारः अपि अस्ति अन्ते, परन्तु तस्य अकारस्य विशिष्टसूत्रद्वारा तस्य लोपः भवति। परन्तु तत्र एकं वार्ता अस्ति व्याकरणशास्त्रे, यस्य वर्णस्य लोपः भवति सः तु अपगच्छति, सः तु न श्रूयते, न दृश्यते, परन्तु तस्य लक्षणं तत्र तिष्ठति। अतः अत्र वयं किं वदामः, अत्र उपधायां ह्रस्व अकारः नास्ति, अत्र उपधायाम् अत्र अकारः तु अपगच्छति, परन्तु अत्र उपधायाम् अकारः अस्ति। उपधा इत्युक्ते अन्तिमवर्णस्य साक्षात् पूर्वं यः वर्णः तस्य उपधा इति संज्ञा भवति सूत्रद्वारा। परन्तु कथ इति यः अस्ति तत्र उपधायाम् अत्र तु अन्तिम धातु अन्तिमवर्णः अकारः, परन्तु विशिष्टसूत्रद्वारा सः अकारः अपगच्छति। यद्यपि सः अपगच्छति, परन्तु स्थानिवद्भावेन इत्युक्ते तस्य स्थानः तत्र तिष्ठति। सो अत्र उपधायां ह्रस्व अकारः तस्य गणना तस्य ग्रहणं न भवति, अत्र उपधायां थकारः एव तिष्ठति। सो यः क्षल् शाल् भवति, उपधायां स्थितस्य ह्रस्व अकारस्य एव दीर्घ आदेशः, न तु अन्य ह्रस्व अकारस्य। तत्र एतादृशसूत्र अस्ति, अत् उपधायाम् इति सूत्रमस्ति। अत् उपधायाम् इति सूत्रं वदति ह्रस्व अकारः उपधायाम् अस्ति चेदेव तस्य वृद्धिः भवति, उपधायां नास्ति चेत् तस्य वृद्धिः न भवति. सो कथ इति यः अकारः अस्ति सः अकारः उपधायां नास्ति. किमर्थं चेत् अत्र धातुपाठं पश्यामः चेत् धातु अस्ति कथ न तु कथ, परन्तु प्रक्रियायां सः अ न तिष्ठति, सः अ अपगच्छति. परन्तु अत्र उपधायाम् इत्युक्ते आङ्ग्लभाषायां वदामः चेत् पेनल्टिमेट् लेटर् लास्ट् बट् वन्. सो अन्तिमवर्णस्य साक्षात् अनन्तरं यः लेटर् अस्ति यः वर्णः तस्य एव उपधासंज्ञा. सो उपधायां स्थितस्य अकारस्य एव गुणः, न तु अन्य कस्यचित् अकारस्य. अत्र तु यः कथ यः अकारः सः उपधायां नास्ति, तथैव गन् इति धातुमध्ये यः अकारः सः उपधायां पेनल्टिमेट् लेटर् नास्ति. किमर्थं चेत् मूले गन् इति धातु अस्ति, अकारः अपि अस्ति अन्ते. परन्तु शल् तु तथा नास्ति, शल् शलेव अस्ति, उपधायाम् अकारः अस्ति, अतः निच् कारणेन अत्र दीर्घ भवति, शाल् भवति. परन्तु अत्र अस्मिन् अपि च गान् इति विषये गान् न भवति, काथ् न भवति, तत्र विशिष्टधातुः. परन्तु यदि उपधायां ह्रस्वकारः अस्ति तत्र सर्वदा निच् कारणेन दीर्घ भवति, वृद्धि आदेशः भवति, क्षाल् भवति. सो वट् यु शुड् डु, यु शुड् गेट् दि पाणिनि धातुपाठः अपि च सूत्रपाठः. पाणिनि धातुपाठे तत्र घन आधारेण एव सर्वाणि धातवः तेषां रूपाणि तत्र दत्तमस्ति. विशिष्टसूत्रद्वारा तत्र कस्मिन् गणे किं परिवर्तनं भवति इति तत्र दत्तमस्ति तस्मिन् पुस्तके. सो यु शुड् ट्रै टु गेट् दीस् बुक्स् बिकास् दीस् आर् वेरि चीप् बुक्स्, नाट् एक्स्पेन्सिव्. सो एण्ड् ऐ थिङ्क् ईज़िलि अवेलेबल् आल्सो, यु केन् बै देम् आन्लैन् बिकास् वट् एवर् ब्रह्म तत्र भवति, यु केन् रेफर् टु द बुक् आल्सो. अस्तु, इदानीम् अवगतं वा भगिनि? आं भगिनि, सम्यक्, धन्यवादः. आम् वदतु. गणे सनादिगणे कृ कर् भवति, परन्तु तृण् तृणोति एव तिष्ठति, तत् न अवगतं भगिनि. आं, तत्र किमस्ति, अहं किम् उक्तवती, तत्र तत्र तनादिगणे कानिचन धातवः तत्र सन्ति यत्र उपधायां ऋकारः अस्ति अथवा अन्ते उ इ रु अस्ति. परन्तु तत्र क्रु विषये तत्र किम् अस्ति, तनादिकृण्भ्यः उः इति विशिष्टम् अस्ति. तत्र तनादिकृण्भ्यः उः इति सूत्रम् अस्ति, इत्युक्ते तनादि अपि च क्रु धातु विषये तत्र उः इति विकरणप्रत्ययः. सो अत्र अत्रापि गुणः भवति, ऊ कारणेन गुणः भवति, ऊ कारणेन गुणः भवति. क्रु इति धातु ऋकारस्य गुणः अर्. सो कर् कर् भवति, अनन्तरम् ऊ योजयामः चेत् एकवचने ओ भवति. सो करोति इति रूपम्. तृण् विषये किं भवति, तत्र विकल्पेन गुणः भवति, इत्युक्ते मया इच्छा अस्ति चेत् ऐ केन् रैट् तृणोति इति रूपम्, ऐ केन् आल्सो रैट् तर्णोति इति रूपं. तत्र रूपद्वयं वर्तते, तृणोति अपि रूपं, तर्णोति अपि रूपम्. सो विकल्पेन अत्र गुणः भवति. सो अत्र तनादिपृण्भ्यः उः यः सूत्रमस्ति तेन सूत्रेण किं भवति, तनादि गणस्य धातूनां कृते उ इति विकरणप्रत्ययः तेन सूत्रेण आयाति. तनादिगणे उ इति विकरणप्रत्ययः, उ विकरणप्रत्ययस्य कारणेन यथा शप् प्रत्ययस्य कारणेन गुणः भवति, तथैव उ प्रत्ययस्य कारणेन अत्र गुणः भवति. परन्तु क्रु विषये विशिष्टम् अस्ति, क्रु विषये सर्वदा गुणः भवति, तत्र विकल्पं नास्ति. वि डोण्ट् हेव् एन् आल्टर्नेटिव् फार् क्रु. Crew will always become kar. It will change into kar. बट् अन्येषां धातूनां कृते तत्र विकल्पः अस्ति. वी हेव् एन् आल्टर्नेटिव् टु फार्म् टु टैप्स् आफ् लटिरूपम्. एकम् अस्ति तृणोति, द्वितीयमस्ति तर्णोति. ऐ केन् डू द ऋकारस्य आर् इति गुणः. सो वेन् इफ् ऐ डू द गुणः इट् विल् बिकम् तर्णोति. इफ् ऐ डोण्ट् डू द गुणः इट् विल् स्टे एस् तृणोति. सो अन्येषां धातूनां कृते तत्र विकल्पः अस्ति, परन्तु क्रू धातुविषये विकल्पः नास्ति. अतः तत्र पाणिनिना किं दत्तम्, तनादिकृभ्यः उः हि हेस् नाट् ओन्लि हि हेस् गिवन् द नेम् टु तनादि इति अष्टगणः, बट् हि हेस् एक्स्प्लिसिट्लि सेड् देट् क्रू विषये उः. वै हि हेस् गिवन् क्रू विषये, तत् एतत् एव तत्र चर्चा अस्ति. बिकास् दिस् क्रू धातुः इगन्तधातुः अन्ते ऋकारः अस्ति, द गुणः विल् देर् इस् नो विकल्पः एक्सिस्टिङ्ग् फार् क्रू. क्रू विल् आल्वेस् बिकम् कर्. बट् फार् अदर् धातुस् वी हेव् अ विकल्पः. तत्र एकम् अन्यत् वार्ता अस्ति भगिनि, तत्र किमस्ति, वेन् पाणिनि महर्षि मेड् दिस् ग्रामर् संस्कृतभाषा वास् आल्रेडि दियर्. अस्तु, संस्कृतभाषा इस् फ्रम् अनादिकारः. सो लुकिङ्ग् वट् एवर् वास् एक्सिस्टिङ्ग् इन् द लोकः अपि च इन् द वेदास्, हि ट्रैड् टु ब्रिङ्ग् आल् दोस् इन् द अष्टाध्यायी इति ग्रन्थे. सो बिकास् द लोके तत्र तृणोति अपि अस्ति, तर्णोति अपि अस्ति. So he did not exclude anything what was existing. That is the beauty of the Ashtadhyayi Grantha. What was existing in that time in the Bhasha and in the Vedas and in the Chandas, he made sutras, he got all those concepts. He did not exclude anyone's whatever previous Vyakarana had said. So that is the beauty. That is why this has become after Panini, this has become the base Grantha, because he has not excluded anything. That is why he has an after vikalpena gunaha, because loke tatra trunoti api asti tarnoti api tatra asti. Atah he said atra vikalpena yatha maya ichha asti, mama ichha asti chet I can say trunoti. क्षम्यतां भगिनि, अर्थः समानः भवति वा? आम्, अर्थः समानः अस्ति. धन्यवादः. ऐ सेर् अबौट् कृष् धातु, तत्र द्वि कृष् धातवः तत्र धातुपाठे अस्ति. एकं कृष् धातुः भुवादिगणे अस्ति, द्वितीयः कृष् धातु तत्र किमस्ति षष्ठं गणे, आं तुदादिगणे. सो भुवादिगणे यः कृष् धातु तस्य अर्थः एव प्लोयिङ्ग्. तुदादिगणे यः कृष् धातु सः अपि प्लोयिङ्ग्, सेम् अर्थः समानम् अस्ति, परन्तु रूपं भिन्नं. भुवादिगणे कर्षति भवति, कर्षति, परन्तु तुदादिगणे कृषति एव तिष्ठति. बिकास् इन् द लोक देर् वर् टु टैप्स् आफ् पदास्, कर्षति अपि अस्ति, कृषति अपि अस्ति. सो he put the two dhatus in panini dhatu patha. Ekam asti krushati iti padam tudadi gane, karshati iti padam bhuadi gane. Atra gunaha drishyate, parantu atra tu gunaha na drishyate. Atra krush krush eva tishthati, kevalam akaraha madhe ayati, tatra to krush karsh bhavati, anantaram akaraha tatra ayati. So artha samanam. ध्वनि सम्यक् नास्ति महोदय, कृपया पुनः पृच्छतु. कृषति कर्षति कर्षति सम्यक् धन्यवादः. सम्यक् रूपाणि, साधुरूपाणि, अण्ड् अर्थः अपि समानम्. ऐ केन् से कृषति, ऐ केन् से कर्षति, बिकास् अर्थः समानमस्ति. महोदय, आकृष्ट इत्युक्ते कष्ट अथवा कृष्ट अथवा किं किं भगिनि? आकृष्ट आकृष्ट आकृष्ट आकर्षति आकृष्ट. आम्, तत्र कृष्ट अथवा कर्ष अथवा? तत्र तु उपसर्गः अस्ति न, आ इति उपसर्गः. धातु किं भवति? कृष कर्ष कृष समान अर्थः, अर्थः समानमस्ति. वेदर् यु टेक् कृष् आर् यु टेक् कर्ष, द्वयमपि लेखितुं द्वयमपि लेखितुं शक्यते वा? आं, लेखितुं शक्यते. यु हेव् टु एतत् पदस्य धातु किम् इति दीयते चेत् कृष् लेखनीयं वा कर्ष लेखनीयं वा? धातु अस्ति भगिनी, धातु अस्ति कृष्, कर्ष तु परिवर्तनं भवति. कर्ष धातु नास्ति, कृष् एव धातु अस्ति. तत्रापि कृष् धातु, अत्रापि कृष् धातु, धातु तु कृष् एव. तत्र पुनः भूत्वा सः कर्ष् भवति, परन्तु धातु मूलधातु तु कृष् एव. गुणं भूत्वा सः कर्ष् भवति, मूले तु कृष् एव. अस्तु, इदानीम् अहं किञ्चित् दशनिमिषः अस्ति. कः वक्तुमिच्छति भुवादिगणस्य लक्षणं किम्? कोऽपि वक्तुमिच्छति वा? प्रथमगणस्य लक्षणं किम्? भुवादिगणस्य भूधातु भू तत्र भू अकार इच् प्रत्ययस्य अकार एव परिशिष्यते. भुवादिगणे कः भगिनि विकरणप्रत्ययः कः भुवादिगणे? भुवादिगणे प्रथमगणे विकरणप्रत्ययः कः? शप् शप् शा गच्छति, प गच्छति, आ एव तत्र भू अधिका भूत्वा गुणं भवति, भवति भवति वा? गुणः न भवति वा? गुणः भवति, प्रथमगणे सर्वदा गुणः भवति. भू अधिका भवति इति भवति. अत्रापि भू किं भवति? प्रथमे भू भो भवति. उकारस्य गुणः किम्? ओकार. सो भू प्रथमे ओ भवति, भो भवति. भो योग अयोगति, अनन्तरम् एचो यवायः यावः इति सन्धिसूत्रेण ओकारस्य स्थाने अव् इति आदेशः. सो भव इति रूपं, भवति इति रूपम्, भू भो भवति प्रथमे. ई जे भवति, जे योग अयोगति, एकारस्य एचो यवायवः इति सूत्रेण एकारस्य ऐ इति आदेशः. सो जयति इति रूपम्. प्रथमे गुणकार्यं करणीयम्. ईकारस्य गुणः एकारः, ऊकारस्य गुणः ओकारः, अनन्तरम् ओ योग अ कुर्मः चेत् एचो यवायवः इति सूत्रेण ओकारस्य स्थाने अव् इति आदेशः, अकारः वकारः. अनन्तरं वर्णमेलनेन भवति इति रूपम्. सो प्रथमगणस्य लक्षणम् अस्ति तत्र शपविकरणप्रत्ययः. अ प्रक्रियायाम् अकारः तिष्ठति, ततः तत्र गुणः भवति. अन्ते स्थितस्य इ उ रु स्थाने तत्र गुणः भवति. इ गुणः एकारः, उ गुणः ओकारः, रु गुणः आर् भवति. तथैव तत्र भुवादिगणे अन्तिमवर्णस्य साक्षात् पूर्वे ह्रस्व इ अस्ति, ह्रस्व उ अस्ति, ह्रस्वरु अस्ति चेदेव गुणः भवति. सो तत्र शुच् शोच् भवति, वृत् वर्त् भवति, सर्वदा गुणकार्यं भवादिगणे भवति, स्थलद्वयो गुणः भवति, एकम् अस्ति अन्ते स्थितस्य इक्वर्णस्य इ ऊरु, अपि च द्वितीयमस्ति अन्तिम पूर्वे अन्तिमवर्णस्य पूर्वे ह्रस्वस्वरसि एव गुणः, सो इ इकारस्य गुणः एकारः, उकारस्य गुणः ओकारः, ऋकारस्य गुणः अर् इति भवति इति प्रथमगणस्य लक्षणम्। अस्तु, इदानीम् अदादिगणस्य लक्षणं किं कः वक्तुमिच्छति? झटिति वदामि भगिनि। आं वदतु भगिनि। लकारस्य दशगणेषु अदादिगणः द्वितीयगणः अस्ति, अत्र धातु अत्ति इत्यादयः भवन्ति, अत्र विकरणप्रत्ययः नास्ति, शप् इत्यस्य लुक् भूत्वा लोपः भवति। उदाहरणार्थम् अस् ति, अत्र कोऽपि विकरणप्रत्ययः नास्ति, अस् ति अस्ति, हन् ति हन्ति, वच् ति वक्ति, अचकारस्य ककारः भवति, अहं न स्मरामि किम् अस्ति सूत्रमिति। आस्ते इति आत्मनेपदरूपं भवति, शी इत्यस्य शेते इति भवति। सो अत्र अदादिगणे गुणः न भवति, परन्तु शी विशिष्टधातुः अस्ति, शीङ् सार्वधातुके तत्र एकं सूत्रम् अस्ति, सो शीङ् विषये एव तत्र गुणः भवति, न तु अन्यधातुविषये। सो तत्र सूत्रद्वारा शीशे भवति, केवलं शीङ् धातुविषये एव गुणः भवति, अन्येषां धातूनां कृते तत्र गुणः न भवति। अत्र विकरणप्रत्ययस्य लुक् भवति, शप् इति विकरणप्रत्ययस्य सम्पूर्णतया लोपः भवति, लुक् भवति, धातु तिङ् मध्ये किमपि न तिष्ठति। तृतीयगणस्य विषये अपि वदतु भगिनि। आं भगिनि, तृतीयगणः अस्ति जुहोत्यादिगणः इति, हू इत्यादय धातवः आगच्छन्ति, जुहोति इत्यादीनि क्रियापदानि भवन्ति, विकरणप्रत्यय अत्र अपि नास्ति, शपः श्लू भूत्वा लोपः इव आगच्छति, लक्षणं तु धातोः जुहोत्यादि गणस्य लक्षणं भवति धातोः द्वित्वम्। उदाहरणं धा ददाति, भी बिभेति, हा जहाति, धा दधाति एवम्। अत्रापि धातु तिङ् मध्ये किमपि न श्रूयते, परन्तु अत्र धातु द्वित्वं भवति, धातु द्वित्वं भूत्वा तत्र अन्यकार्याणि अपि सन्ति, परन्तु इदानीं तत् तत्तु लक्षणं नास्ति, तत्तु धातुकार्यम् अस्ति, परन्तु गणस्य लक्षणम् एव धातु द्वित्वं भवति। समीचीनं भगिनि, धन्यवादः। चतुर्थगणस्य विषये कः वक्तुम् इच्छति? दिवादिगणस्य विषये विकरणप्रत्यय यन् अस्ति, न लोपः भवति, य तिष्ठति, अतः नश्यति भवति। आम्, सम्यक्। धातुतिङ् मध्ये य इति भागः सर्वदा श्रूयते, नश्यति, नृत्यति, उप्यति, यति, यति, यति इति भागः, य य य इति धातुतिङ् मध्ये सर्वदा य भागं श्रूयते, य इति भागः विकरणप्रत्ययस्य भागः। सो य दृष्ट्वा एव वयं ज्ञातुं शक्यते यः धातुः, एतादृशधातुः दिवादिगणस्य धातु। स्वादिगणे अपि वदतु पञ्चमगणस्य विषये। स्वादिगणः विकरणप्रत्ययं नु भवति, श लोप भवति, नु तिष्ठति, नु नो गुणकार्यम् अस्ति, नो भवति, अतः आप्नोति भवति। सो धातु किं मध्ये कः भागः श्रूयते एकवचने? सो आप्नोति आप्नुतः, एक द्विवचने तो नु इति यः मूलभागमस्ति नु इति भागः, द्विवचने अपि च बहुवचने नु एव तिष्ठति, परन्तु एकवचने तस्य गुणः भवति नो भवति. सो एकवचने इत्युक्ते प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने, उत्तमपुरुष एकवचने. नो नो नो सर्वदा श्रूयते, चिनोति शक्नोति धूनोति आप्नोति, परन्तु आप्नुतः आप्नुवन्ति तत्र नु श्रूयते. सो स्वादिगणे एकवचने नो इति भागः सर्वदा श्रूयते, अन्येषु तु नु एव तिष्ठति, तत्र गुणः न भवति. कारणं किम् इति वयम् अग्रे सूत्रद्वारा एव पठिष्यामः. इदानीं तु स्वादिगणस्य नो इति भागम् एकवचने सर्वदा श्रूयते. विकरणप्रत्ययः कः, तस्य अवशिष्टभागः कः, धातुतिङ्मध्ये किं श्रूयते इति सर्वदा स्मर्तव्यम्. अस्तु, धन्यवादः भगिनि. इदानीं स्थगामः, समयः अभवत्. शान्तिमन्त्रं पठामि. कोऽपि प्रश्नः अस्ति पृच्छतु, अथवा अत्र स्थगामः. अस्तु, धातुविषये अहं पश्यामि महोदय. धातु धाने अस्ति, धाने अस्ति, अहं पश्यामः धातुपाठं पश्यामः समीचीनम् इति वदामि. धातु तु धाने अस्ति. वि केन् गो टु द देर् इस् अ वेब्सैट् काल् अष्टाध्यायी डाट् काम्. यु केन् गो टु द धातुपाठः. You can type dha and you can get all the meanings of dharatu apicha dadatu. Even if you get the panini dhatu patha iti pustakam, tatrapi artham dattam asti. Dhatu arthah kaha. Astu mode. Idanim sthalam. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः भगिनी. एतस्य वर्गस्य रेकार्डिङ्ग् कुत्र मिलति भगिनि? ऐ हेव् सेण्ड् द लास्ट् मेल् आल्सो. ऐ विल् बि सेण्डिङ्ग् द रेकार्डिङ्ग् मेल् टुडे. अस्तु भगिनि, धन्यवादः. यु हेव् टु क्लिक् आन् द ध्वनिमुद्रणं लिङ्क्. यु केन् गेट् आल् द ध्वनिमुद्रास् वर्त्ते. I will be sending the mail. Asha bhagini, dhanyawad.